पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 7 ऋषय ऊचुः भारतस्यास्य वर्षस्य तथा हैमवदस्य च प्रमाणमायुषसूद बलञ्चापि शुभाशुभम् अनागतमधिक्रान्तम् वर्तमानं च सत्तम आचक्ष्वनो विस्तरेण हरिवर्षं तथैव च सूत उवाच चत्वारि भारते वर्षे युगानि मुनिपुङ्गवाः कृतं त्रेधा द्वापरं च तिष्यं च द्विजसत्तमाः पूर्वे कृतयुगं नाम तदत्रेधायुगं द्विजाः तत्पश्चाद्वापरं चाध तदस्तिष्य प्रवर्तते चत्वारि दुसहस्राणि वर्षाणां मुनिपुङ्गवाः आयुःसङ्ख्या कृतयुगे सङ्ख्यादाहि तपोधनाः तथा त्रीणि सहस्राणि त्रेधायामायुषो विदुः द्वे सहस्रे द्वापरे दु भुवि तिष्ठन्ति साम्प्रतं तत्प्रमाणस्ति दीर्घ्यस्ति तिष्येदु मुनिपुङ्गवाः गर्भस्थाश्च म्रियं तेऽत्र तथा जादा म्रियन्ति च महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः प्रजायन्ते जजादाश्च शतशोधसहस्रशः द्विजाकृतयुगे विप्रा बलिनप्रियदर्शनाः प्रजायन्ते जजादाश्च मुनयो वै तपोधनाः महोत्साह महात्मानो धार्मिकाः सत्यवादिनः प्रियदर्शा वपुष्मन्दो महावीर्या धनुर्धराः वीराहि युधि जायन्ते क्षत्रिया शूरसम्मदाः त्रेधायां क्षत्रियास्तावत् सर्वे वै चक्रवर्तिनः सर्ववर्णाश्च जायन्ते सदैव द्वापरे युगे महोत्साहा वीर्यवन्तः परस्परवधैषिणः तेजसां धनसंयुक्ताः क्रोधना पुरुषा किल लुब्धाश्चानृतकाश्चैव तिष्ये जायन्ति भो द्विजाः ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च तिष्ये भवन्ति भूतानां रागो लोभश्च सत्तमाः सङ्क्षेपो वर्तते विप्रा द्वापरे युगमध्यगे गुणोत्तरं हैमवदं हरिवर्षं ततः परम् इति श्रीपद्मे महापुराणे स्वर्गखण्डे 7 अध्यायः ॐ